पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 3 सूत उवाच प्रस्थितस्तेन मार्गेण प्रविष्टो गगनान्तरे सदृष्टो देवदेवेन सहस्राक्षेण धीमता उद्यमं तस्य वैज्ञात्वा चक्रे विघ्नं सुराधिराट मेनिकान्तामुवाचेतं गच्छत्वं मम शासनाद समाचरस्वास्य शीघ्रं गत्वा विघ्नं सुमध्यमे अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः तथा कुरुष्व भद्रं ते यथा नायादिमे गृहम् एवमाकर्ण्य तद्वाक्यं मेनिका प्रस्थिता त्वराद सूद उवाच रूपौदार्यगुणोपेता सर्वालङ्कारभूषिता नन्दनस्य वनस्यां ते दोलायां समुपस्थिता सुस्वरेण प्रगायन्ती गीतं वीणास्वरूपमं तेन दृष्टा विशालाक्षी चतुरा चारुलोचना व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम् इन्द्रेण प्रेषिता चैषा न च भद्रकरा भवेद एवं ज्ञात्वा जगामात सत्वरेण द्विजोत्तमः तया दृष्टस्तथा पृष्ठक्व यास्यसि महामदे विष्णुशर्मा तदोवाच मेनिकां कामचारिणीम् इन्द्रलोकं प्रयास्यामि पितुरर्थे त्वरान्विदः मेनिका विष्णुशर्माणं प्रत्युवाच प्रियं पुनः कामबाणैः प्रभिन्नाहं त्वामद्य शरणं गदा रक्षस्व द्विजशार्दूल यदि धर्ममिहेच्छसि यावद्धि त्वं मया दृष्टकामा कुलितचेतसा कामानलेन सन्दग्धा तावदेव न संशयः सम्भ्रान्ता कामसन्तप्ता प्रसादसुमुखो भव विष्णुशर्मोवाच चरित्रं देवदेवस्य विदितं मे वरानने भवत्याश्च प्रजानामि नाहं चैदा दृशशुभे भवत्यास्तेजसारूपैरन्ये मुह्यन्ति शोभने विश्वामित्रादयो देवि पुत्रोऽहं शिवशर्मणः योगसिद्धिं गदस्यापि तपःसिद्धस्य च बले कामादयो महादोषा आदावेव विनिर्जिताः अन्यं भज विशालाक्षि इन्द्रलोकं व्रजाम्यहं यवमुक्त्वा जगामाथ त्वरितो द्विजसत्तमः निष्फलामेन का जाता पृष्ठा देवेन वज्रिणा विभीषां दर्शयामास नानारूपां पुनः पुनः यथा नलेन सन्दग्धास्तृणानां सञ्चया द्विजाः भस्मीभूता भवन्त्येव तथा तास्ता विभीषिकाः विप्रस्य तेजसा तस्य पितृभक्तस्य सत्तमाः प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विजः स विघ्नान् दर्शयामास सहस्राक्षः पुनः पुनः तेजसा नाशयद्विप्रस्वकीयेन महायशाः एवं विघ्नान् बहूंस्तस्य इन्द्रस्यापि महात्मनः नाशयामास मेधावी तपसस्तेजसापि वा नष्टेषु तेषु विघ्नेषु दारुणेषु महत्सु च ज्ञात्वा तस्य कृतान्विघ्नान् दारुणान् भीषणाकृतीन् अधक्रुद्धो महातेजा विष्णुशर्मा द्विजोत्तमः इन्द्रं प्रति महाभागो रागरक्तान्तलोचनः इन्द्रलोकादहं चेन्द्रं पादयिष्यामि नान्यथा निजधर्मे रतस्याद्य यो विघ्नं तु समाचरेत् तस्य दण्डं प्रदास्यामि यो वै हन्यात् स हन्यते एवमन्यं करिष्यामि देवानां पालकं पुनः एवं समुद्यदो विप्र इन्द्रनाशाय सत्तमः तावदेव समायादो देवेन्द्रः पाकशासनः भो भो विप्रमहाप्राज्ञतपसा नियमेन च दमेन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः अनया पितृभक्त्या ते जिदोहं दैवतैः सह ममापराधं त्वं सर्वं क्षन्तुमर्हसि सत्तम वरं वरय भद्रं ते दुर्लभं च ददाम्यहं विष्णुशर्मा ततोवाच देवराजं तथागतं विप्रतेजो महेन्द्रेन्द्रम् असह्यं देवदैवतैः पितृभक्तस्य देवेश दुःसहं सर्वथा विभो तेजो भङ्गो न कर्तव्यो ब्राह्मणानां महात्मनां पुत्रपौत्रैः समस्तैस्तु ब्रह्म विष्णुहरान् पुनः नाशयं तेन सन्देहो यदि रुष्टा द्विजोत्तमाः न गच्छेद्यद्भवानद्य तदा राज्यमनुत्तमम् आत्मतपप्रभावेण अन्यस्मै त्वं महात्मने दादुकामस्तु संजातो रोषपूर्णेन चक्षुषा भवानद्य समायादो वरं दातुमिहेच्छसि अमृतं देहि देवेन्द्र पितृभक्तिं तथा चलाम् एवंविधं वरं देहि यदि तुष्टोऽसि शत्रुहन् एवं ददामि पुण्यं ते वरं चामृतसंयुतम् एवमाभाष्य तं विप्रममृतं दत्तवान् स्वयं सकुम्भं दत्तवांस्तस्मै प्रीयमाणेन चात्मना अचलाते भवेद्विप्रभक्तिः पितरि सर्वदा एवमाभाष्य तं विप्रं विसृज्य च सहस्रधृक् प्रसन्नो भूच तद्दृष्ट्वा विप्रतेजस्सु दुःसहम् विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीद ताद इन्द्रात् समानीदमृतं व्याधिनाशनम् अनेनापि महाभाग नीरुजो भव सर्वदा अमृतेन त्वमद्यैव परां तृप्तिमवाप्नुहि एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि सुतान् सर्वान् समाहूय प्रीयमाणेन चेतसा पितृभक्ताः सुधा यूयं मद्वाक्यपरिपालकाः वरं वृणुध्वं सुप्रीता पुत्रका दुर्लभं भुवि एवमाभाषितं तस्य शुश्रुवुः सर्वसम्मताः ते सर्वे दुःसमालोच्य पितरं प्रत्यधा ब्रुवन् अस्माकं जीवतां मदा गदाय यममन्दिरम् नीरुजा भवना देवी प्रसादात्तव सुव्रता भवान् पिता इयं मादा जन्मजन्मान्तरे पितः वयं सुधा भवेमेदि सर्वे पुण्यकृतस्तथा शिवशर्मोवाच अद्यैवापि मृता मादा भवतां पुत्रवत्सला जीवमाना सुहृष्टा सा येष्यदे नात्र संशयः एवमुक्ते शुभे वाक्ये ऋषिणा शिवशर्मणा तेषां मादा समायादा प्रहृष्टा वाक्यमब्रवीद एतदर्थं समुत्पन्नं सुवीर्यं तनयं सुतम् नरा सत्पुत्रमिच्छन्ति कुलवंशप्रभावकं स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः सुतमिच्छन्ति सर्वत्र पुण्याङ्गं पुण्यसाधकं कुक्षिं यस्यागधो गर्भः सुपुण्यः परिवर्तते पुण्यान् पुत्रान् प्रसूयेद सा नारी पुण्यभागिनी कुलाचारं कुलाधारं पितृमातृप्रदारकम् विना पुण्यैः कथं नारी सम्प्राप्नोति सुतोत्तमं न जाने कीदृश्यैः पुण्यैरेष भर्ता सुपुण्यभाक् सञ्जातो धर्मवीर्योऽपि धर्मात्मा धर्मवत्सलः यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्तथोदिकाः एवं पुण्यप्रभावोऽयं भवं तः पुण्यवत्सलाः मम पुत्रास्तु सञ्जाता पितृभक्तिपरायणाः अहो लोकेषु पुण्यैश्च सुपुत्रः परिलभ्यते एकैकशोधिका पञ्चमया प्राप्ता महाशयाः यज्वानपुण्यशीलाश्च तपस्ते च पराक्रमाः एवं संवर्धितास्ते तु तया मात्रा पुनः पुनः हर्षेण महदा विष्टा प्रणेमुर्मादरं सुधाः पुत्रावुजुः सुपुण्यै प्राप्यते मादा सन्मादा सुपिता किल भवति पुण्यकृन्मादा नो भाग्यैस्तु प्रवर्तिता यस्या गर्भोदरं प्राप्य सुपुण्यैश्च प्रवर्धिताः जन्मजन्मनि त्वं मादा पिता चैव भविष्यधः पितोवाच शृणुध्वं मामकाः पुत्रा सुवरं पुण्यदायकं मयि तुष्टे सुधा भोगा ननु भुञ्जन्तु चाक्षयान् पुत्राऊजुः यदि तादप्रसन्नोऽसि वरं दातुमिहेच्छसि अस्मान् प्रेषय गोलोकं वैष्णवं दाहवर्जितम् पितोवाच गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः मत्प्रसादात्तपोभिश्च पितृभक्त्यानया स्वया एवमुक्ते तु तेनापि सुवाक्ये ऋषिणा तदः शङ्खचक्रगदापाणिर्गरुडारूढ आगतः सपुत्रं शिव शर्माणमित्युवाच पुनः पुनः सपुत्रेण त्वयाद्यैव जिदो भक्र्यास्मि वै द्विज पुत्रैः सार्धं समागच्छ चतुर्भिः पुण्यकारिभिः अनया भार्यया सार्धं पुण्यया पदिकाम्यया शिवशर्मोवाच अमी गच्छन्तु पुत्रा मे वैष्णवं लोकमुत्तमं कञ्चित्कालं तु नेष्यामि भूमौ वै भार्यया सह अनेनापि सुपुत्रेण अन्त्येन सोमशर्मणा एवमुक्ते शुभे वाक्ये ऋषिणा सत्यभाषिणा तानुवाचाथ देवेश सुपुत्रान् शिवशर्मणः गच्छं तु मोक्षदं लोकं दाहप्रलयवर्जितम् एवमुक्ते ततो विप्राश्चत्वारः सत्यचेतसः विष्णुरूपधरा सर्वे बभूवुस्तत्क्षणादपि इन्द्रनीलसमावर्णैः शङ्खचक्रगदाधराः सर्वाभरणसौभाग्या विष्णुरूपा महौजसः हारकङ्कणशोभाढ्या रत्नमालाभिशोभिताः सूर्यतेजप्रदिकाशास्तेजोज्ज्वालाभिरावृताः प्रविष्टा वैष्णवं कायं पश्यद शिवशर्मणः दीपं दीपायधायान्ति तद्वल्लीना महामदे गदास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः इति श्रीपद्मपुराणे भूमिखण्डे शिव शर्मोपाख्याने तृतीयोऽध्यायः ॐ